तृतीयखण्डः वायुर्वावसंवर्गो यदा अग्निः उद्वायति वायुमेवाप्येति यदा सूर्योऽस्तमेति वायुमेवाप्येति यदा चन्द्रोऽस्तमेति वायुमेवाप्येति वायुर्वावसंवर्गः वायुः बाह्यः वाव इति अवधारणार्थः संवर्जनात् सङ्ग्रहणात् सङ्ग्रसनाद्वसंवर्गः वक्ष्यमाण अग्न्याद्यादेवतः आत्मभावम् आपादयति इत्यतः संवर्गः संवर्जनाख्यो गुणोध्येयः वायुः कृतायान्तर्भावदृष्टान्त कथं संवर्गत्वं वायुः इति आह यदा यस्मिन् काले वै अग्निः उद्वायति उद्वासनं प्राप्नोति उपशाम्यति तदा सो अग्निः वायुमेव अप्येति वायुस्वाभाव्यम् अभिगच्छति तथा यदा सूर्योऽस्तमेति वायुमेव अप्येति यदा चन्द्रोऽस्तमेति वायुमेव अप्येति ननु कथं सूर्यचन्द्रमसोः स्वरूपावस्थितयोः वायौ अभिगमनं नैष दोषः अस्तमने अदर्शनप्राप्तिः वायुनिमित्तत्वात् वायुना हि अस्तं नीयते सूर्य चलनस्य वायुकार्यत्वात् अथवा प्रलये सूर्यचन्द्रमसोः स्वरूपभ्रंशे तेजोरूपयोः वायवेव अभिगमनं स्यात् यदा उच्छुष्यन्ति वायुमेव अपियन्ति वायुर्हि एव एतान् सर्वान् संवृङ्क्त इति अधिदैवतं तथा यदा आपः उच्छुष्यन्ति उच्छोषम् आप्नुवन्ति तदा वायुमेव अपियन्ति वायुर्हि यस्मात् एव एतान् अग्न्याद्यान् महाबलान् संवृङ्क्ते अतो वायुः संवर्गगुणः उपास्य इत्यर्थः इति अधिदैवतं देवतासु संवर्गदर्शनमुक्तम् अथ अध्यात्मं प्राणं वामसंवर्गः स यदा स्वपिति प्राणमेव वागप्येति प्राणं चक्षुः प्राणगं श्रोत्रं प्राणं मनः प्राणं एव एतान् सर्वान् संवृङ्क्त इति अथ अनन्तरम् अध्यात्मम् आत्मनि संवर्गदर्शनम् इदमुच्यते प्राणः मुख्यः वावसंवर्गः स पुरुषः यदा यस्मिन् काले स्वपिति तदा प्राणमेव वागप्येति वायुमेव अग्निः प्राणं चक्षुः प्राणं श्रोत्रं प्राणं मनः प्राणो हि यस्माम् एव एतान् वागादीन् सर्वान् संवृङ्क्त इति तौ वा एतौ द्वौ संवर्गौ वायुरेव देवेषु प्राणः प्राणेषु तौ वा एतौ द्वौ संवर्गौ संवर्जनगुण वायुरेव देवेषु संवर्गः प्राणः प्राणेषु वागादिषु मुख्यः अतः शौनकं च कापेयमभिप्रतारिणं च काक्षसीनं परिविश्यमाणं ब्रह्मचारी विवक्षे तस्मा ऊहा न ददतु अतः एतयोः स्तुत्यर्थं नियमाख्यायिका आरभ्यते ह इति ऐतिह्यर्थः शौनकं च शुनकस्य अपत्यं शौनकं कापेयं कपिगोत्रम् अभिप्रतारिणं च नामतः कक्षसेनस्य अपत्यं काक्षसेनिं भोजनाय उपविष्टौ परिविश्यमाणौ सूपकारैः ब्रह्मचारी ब्रह्मविच्छौण्डो बिभिक्षे भिक्षितवान् ब्रह्मचारिणो ब्रह्मविन्मानितां बुद्ध्वा तं जिज्ञासमानौ तस्मै ऊ भिक्षां न ददतुः न दत्तवन्तो ह किमयं वक्षति इति सहोवाच महात्मनः चतुरो देवी एकः कस्य जगार भुवनस्य गोपः तं कापेय न अभिपश्यन्ति मर्त्याभिप्रतारिन् बहुधा वसन्तं यस्मै वा एतदन्नं तस्मै एतन्न दत्तमिति सः उवाच ब्रह्मचारी महात्मनः चतुरैति द्वितीय बहुवचनं देव एकः अग्न्यादीन् वायुः वागादीन् प्राणः कः सः प्रजापतिः जगार ग्रसितवान् कः स जागर इति प्रश्नमेकि भुवनस्य भवन्ति अस्मिन् भूतानि इति भुवनं भूरादि सर्वो लोक तस्य गोपाः गोपायित रक्षित गोप्ता इत्यर्थः तं कं प्रजापतिं हे कापय नाभिपश्यन्ति न जानन्ति मर्त्यः मरणधर्माणः अविवेकिनो वा हे अभिप्रसारिणि बहुधा अध्यात्म अधिदैवत अधिभूतप्रकारैः वसन्तं यस्मै वै एतम् अहनि अहनि अन्नम् अदनाय आक्रियते संस्क्रियते च तस्मै प्रजापतये एतदन्नं न दत्तमिति तदुः शौनकः कापिः प्रतिमन्वानः प्रत्ययायात्मा देवानां जनिता प्रजानागं हिरण्यधमिष्ठो बभसो अनसूरिः महान्तम् अस्य महिमानमाहो अनद्यमानो यदनन्नम् अतीति वै वयं ब्रह्मचारिण्येतदुपास्महे दत्तास्मै भिक्षामिते ततः ब्रह्मचारिणो वचनं शौनकः कापीयः प्रतिमन्वानः मनसा आलोचयन् ब्रह्मचारिणप्रत्यय आजगम् गत्वा चाह यं त्वम् अवोचः नापि पश्यन्ति मर्त्या इति तं वयं पश्यामः कथम् आत्मा सर्वस्य स्थावरजङ्गमस्य किञ्च देवानाम् अग्न्यादीनाम् आत्मनि संहृत्य ग्रसित्वा पुनः जनयिता उत्पादयिता वायुरूपेण अधिदेयुतम् अग्न्यादीन अध्यात्मं च प्राणरूपेण वागादीनां प्रजानां च जनित अथवा आत्मा देवानाम् अग्निवागादीनां जनित प्रजानां स्थावरजङ्गमान हिरण्यदंष्ट्रः अमृतदंष्ट्रः अभग्नदंष्ट्रः इति एव भवसो भक्षणशीलः अनसूरिः सूरिः मेधावी न सूरिः असूरिः तत्प्रतिषेधो अनसूरिः सूरिरेव इत्युक्तः महान्तम् अतिप्रमाणम् अप्रमेयम् अस्य प्रजापतेः महिमानं विभूतिम् आहुः प्रमवित् यस्मात् स्वयम् अन्यैः अनद्यमानः अभक्ष्यमाणः यद् अनन्नम् अग्निवागादिदेवतारूपम् अति भक्षयति वा इति निरुत्तक वयं हे ब्रह्मचारिण आ इदम् एवं यथोक्तलक्षणं ब्रह्म वयम् आ उपास्महे वयमिति व्यवहितेन सम्बन्धः अन्ये न वयमिदम् उपास्महे किं तर्हि परमे ब्रह्म उपास्महे इति वर्णयन्ति दत्तास्मै भिक्षाम् इति अवोचतु भृत्या तस्मा ऊहा दधुहूते वा यते पञ्चान्ये पञ्चान्ये दशसन्तः तत्कृतं तस्मात् सर्वासु दिक्षु अन्नमेव दश कृतकं सैषा विराडन्नादितया इदं सर्वं दृष्टकं सर्वम् अस्तीदं दृष्टं भवति अन्नादु भवति इयं वेद इयं वेद तस्मा ऊह दधुः तेह भिक्षां ते वै ये ग्रस्यन्ते अग्न्यादयः यश्च तेषां ग्रसितवायुः पञ्चान्ये वागादिभ्यः तथा अन्ये तेभ्यः पञ्च अध्यात्मं वागादयः प्राणश्च ते सर्वे दश भवन्ति सङ्ख्ये दशसन्तः तत्कृतं भवति ते चतुरङ्क एकायः एवं चत्वारः त्र्यङ्कायः एवं त्रयो अपरे व्यङ्कायः एवं द्वौ अन्यौ एकाङ्क अयः एवम् एको अन्यः इतीयं दशसन्तः तत्कृतं भवति यतः एवं तस्मात् सर्वात् दिक्षु दशसु अपि अग्न्याद्य वागाद्यश्च दशसङ्ख्या सामान्या तु अन्नमेव दशाक्षारा विराट् विराड् अन्नम् इति हि श्रुतिः अतः अन्नमेव दशसङ्ख्यत्वात् तत एव दशकृतं कृते अन्तर्भावातुं चतुरङ्कायत्वेन इत्यवोचनम् सैषा विरा दशसङ्ख्या सती अन्नं च अन्नादि अन्नादिनी च कृतत्वेन कृतेः दशसङ्ख्या अन्तर्भूत अथवा अन्नम् अन्नादिनी च स तदा विद्वान् दशदेवतात्मभूतः सन् विराट्त्वेन दशसङ्ख्यया अन्नं कृतसङ्ख्यया अन्नादि च तया अन्न अन्नादिन्या इदं सर्वं जगन् दशदिक्संस्थं दृष्टं कृतसङ्ख्याभूते उपलब्धम् एवंविधः अस्य सर्वं कृतसङ्ख्याभूतस्य दशदिक्सम्बद्धं दृष्टम् उपलब्धं भवति किञ्च अन्नादश्च भवति य एवं वेद यथोक्तदर्शी द्विरभ्यास उपासनसमाप्त्यर्थः इति तृतीयखण्डभाष्यं चतुर्थखण्डः सत्यकामो जाबालो जबालां मातरं महामन्त्र्याञ्चक्रे ब्रह्मचर्यं भवतीं व्यवस्यामि किं गोत्रो नो अहम् अस्मीतिं सर्वं वागादि अग्न्यादि च अन्न अन्नादित्वसंस्थितं जगन् एकीकृत्य षोडशदा प्रयोभज्य तस्मिन् ब्रह्मदृष्टिः विधातव्या इति आरभ्यते श्रद्धातपसोः ब्रह्म उपासनाङ्गत्वप्रदर्शनाय आख्याय सत्यकामः नाम अशब्दः ऐतिह्यर्थः जबालायाः अपत्यं जाबालः जबालां स्वां मातरम् आमन्त्र्याञ्चक्रे आमन्त्रितवान् ब्रह्मचर्यं स्वाध्यायग्रहणाय हे भवति विवत्स्यामि आचार्यकुले किं गोत्रहं किमस्य मम गोत्रं सोऽहं किं गोत्रोऽहमस्मि सा हैनोवाच नाहमेतद्वेद तात यद्गोत्रस्त्वंसि बहु अहं चरन्ति परिचरणि यौवने त्वामलभे स्वाहम् एतन्नवेद यद्गोत्रस्त्वमसि जबाला त्वं नामहमस्मि सत्यकामो नाम त्वंसि स सत्यकाम एव जाबालो ब्रवीता इति ಏಂ ಪೃಷ್ಟ ಜಬಾಲ ಸಾಹ ಏನಂ ಪುತ್ರ ಮುಮಾಚ ನಾಹಮೇತತ್ ತವ ಗೋತ್ರ ವೇದ ಏತಾತ ಯದ್ಗೋತ್ರ ತ್ವಮಸಿ ಕಸ್ಮಾನ್ ನಾವೇತ್ಸಿ ಇತ್ಯುಕ್ತ ಬಹು ಭರ್ತೃ ಗೃಹೇ ಪರಿಚರ್ಯಾ ಜಾತಂ ಅತಿಥಿ ಅಭ್ಯಾಗತಾದಿ ಚರಂತಿ ಅಹಂ ಪರಿಚಾರಿಣಿ ಪರಿಚರಂತೀತಿ ಪರಿಚರಣಶೀಲ ಇವ ಪರಿಚರಣಚಿತ್ತತೆಯ ಗೋತ್ರವಿಸ್ಮರಣೆ ಮಮ ಮನೋ ನಾಭೂತ್ ಯೌವನೆ ಚ ತತ್ಕಾಲೇ ತ್ವಾಮಲಭೆ ಲಬ್ಧವತ್ಯಸ್ಮಿ ತದೈವ ತೇ ಪಿತಾ ಉಪರತಃ ಅಥೋ ಅನಾಥ ಸಹಮೇತನ್ನವೇದ ಯದ್ಗೋತ್ರಸ್ತ್ವಮಸಿ ಜಬಾಲಾತು ನಾಮ ಅಹಮಸ್ಮಿ ಸತ್ಯಕಾಮೋ ನಾಮ ತ್ವಮಸಿ ಸತ್ವಂ ಸತ್ಯಕಾಮ ಏವ ಅಹಂ ಜಾಬೋಲೋ ಅಸ್ಮಿತಿ ಆಚಾರ್ಯಾಯ ಬ್ರುವೀತಃ ಇದೆ ಆಚಾರ್ಯೇಣ ಪೃಷ್ಟ ಇತ್ಯಭಿಪ್ರಾಯ ಸಹ ಹಾರಿದ್ರಮತಂ ಗೌತಮ್ ಇತ್ಯುವಾಚ ಬ್ರಹ್ಮಚರ್ಯಂ ಭಗವತಿ ವತ್ಸ್ಯಾಮಿ ಉಪೇಯಾಂ ಭಗವಂತಮಿತಿ ತಗಂ ಹೋವಾಚ ಕಿಂ ಗೋತ್ರೋ ನೋ ಸೌಮ್ಯಾಸೀತೆ ಸಹೋವಾಚನಾಹಮೇತದ್ವೇದ ಭುವಂ ಯದ್ಗೋತ್ರಹಮಸ್ಮೇ ಅಪೃಚ್ಛಂ ಮಾತರಗಂ ಸಾ ಮಾ ಪ್ರತ್ಯಬ್ರವೀಂ ಬಹು ಅಹಂ ಚರಂತಿ ಪರಿಚರಣೀ ಯೌವನೆ ತ್ವಾಮಲಭೇ ಸಾಹಮೇತನ್ನವೇದ ಯದ್ಗೋತ್ರಸ್ತ್ವಂಸಿ ಜಬಾಲಾತು ನಾಮಹಮಸ್ಮೇ ಸತ್ಯಕಾಮೋ ನಾಮ ತ್ವಮಸೀತಿ ಸೋಹಗಂ ಸತ್ಯಕಾಮೋ ಜಾಬಾಲೋಸ್ಮಿ ಭೋ ಇತೇ